गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम्। गतवर्गे कालस्य लक्षणम् आकाशस्य लक्षणम् अधीत्वा कालस्य लक्षणम् अतीतादिव्यवहारहेतुः कालः स च एका विभुः नित्यश्च इति तस्मिन् सन्दर्भे वयं स्मः इदानीं। तत्र गृहपाठेन पुटसङ्ख्या 32 इत्यत्र ज्ञानं तद्विषयता च इति पाठः पूर्वमेव भवन्तः एषः पाठः अधीतवन्तः। किन्तु अस्य पाठस्य उपयोगम् अत्र भवति इत्यतः किञ्चित् पुनस्मारणं कृत्वा पठन्तु इति अहं प्रार्थितवान्। सर्वे कृतवन्तः इति चिन्तयामि। तस्मिन् विषये किञ्चिदिव अत्रापि पुनस्मारणं कृत्वा तदनन्तरं पाठं प्रति गच्छामः। इदानीं क्षम्यतां महोदय, बालसुब्रह्मण्यन्। हा हा, नमस्ते महोदय, आगच्छ, सुस्वागतम्। अस्तु, सीमा भगिनी मया सह किञ्चिदिव सम्भाषणं करोति वा? आं महोदय। हा, आनन्देन। अस्तु, समीचीनं, धन्यवादः भगिनि। इदानीं ज्ञानम् उत्पद्यते एकस्मिन् वस्तुनि विषये यदा ज्ञानम् उत्पद्यते तदा एव तस्य वस्तुनः नाम विषय इति वदामः इति मया पूर्वस्मिन् वर्गे उक्तं। विषयः इति पारिभाषिकशब्दः इति किमर्थम् इत्युक्ते विषये विषयता अस्ति इति, विषयता इति सम्बन्धः। तत्र किमर्थं सम्बन्धः स्वीकरणीयः? यदा एकस्य पदार्थस्य ज्ञानं भवति तदानीम् अन्यानां पदार्थानां ज्ञानं न भवति, अतः तस्मिन् किञ्चित् विशेषः अस्ति। सः विशेषः ज्ञानेन सह विषयस्य सम्बन्धं स्वीकर्तुं विना न सम्भवः भवति। अतः यस्य ज्ञानं भवति तेन सह ज्ञानस्य सम्बन्धः अस्ति, ज्ञाने सः सम्बन्धः विषयिता इति उच्यते, तस्य सम्बन्धः नाम पदार्थे विषयता सम्बन्धेन सः सम्बन्धः वर्तते इति मम अवगमनम् अस्ति। समीचीनं, समीचीनम्। अस्तु, यथा भवत्या उक्तं किमर्थं विषयतासम्बन्धः इति सम्बन्धः स्वीकृतः इति चेत् तत्र कल्पितमेव विषयता, यथा इदानीं संयोगः इति सम्बन्धः अस्ति, घटभूतलयोः मध्ये संयोगसम्बन्धः अस्ति, किन्तु तत्र विद्यमानसम्बन्धः घटभूतलयोः मध्ये विद्यमानसम्बन्धः कल्पितः नास्ति, साक्षात् प्रत्यक्षमित्युक्ते तत्र अस्माकं ज्ञानं तस्मिन् विषये भवति वा न वा, यत्र यत्र घटः भूतले वर्तते तत्र सर्वत्र वस्तुस्थितिः किम् इति चेत् संयोगः इति सम्बन्धः अस्ति एव, ज्ञान अधीनः नास्ति। किन्तु यदा घटः भूतले अस्ति इति ज्ञानम् अस्माकं मनसि जायते तदा तत्र केवलम् अस्मिन् याने किम् अस्ति इति चेत् घटः भूतले अस्ति इति तावदेव ज्ञानं भवति. इदानीं तस्मिन्नेव भूतले प्रायः अन्यत्र पटः अपि भवितुमर्हति, बहूनि वस्तूनि भूतले भवितुमर्हति, किन्तु भूतले घटः भूतले अस्ति इति तावदेव ज्ञानं भवति अस्माकं मनसि इति कृत्वा तत्र ज्ञानम् अपि च विषयः अनयोः मध्ये विषया विषयता इति सम्बन्धः कल्पनीयः भवति. नो चेत् वयं सर्वे सर्वज्ञाः भवेयुः, किन्तु तादृशं नास्ति इत्यतः तत्र विषयता इति सम्बन्धः कल्पनीयः. समीचीनम्. इदानीं यदा ज्ञानं जायते तत्र इदानीं विषयता विषयता इति सम्बन्धः कुत्र वर्तते? घटे वर्तते महोदय. इत्युक्ते विषये वर्तते, विषये वर्तते, विषयता विषये वर्तते. अपि च प्रत्येकं ज्ञाने प्रत्येकं ज्ञाने इदानीं घटः भूतले अस्ति इति ज्ञानं स्वीकुर्मः, तत्र कति विषयताः सन्ति? विषयतात्रयम् अस्ति. तिस्रः विषयताः सन्ति, तिस्रः विषयताः सन्ति. ताः काः इति वदति वा? घटे या विषयता अस्ति सा प्रकारता इति उच्यते. घटस्य भूतलेन सह यः संयोगः अस्ति तस्मिन् संसर्गताख्या विषयता अस्ति. एवं भूतले विशेष्यताख्या विषयता अस्ति. समीचीनम्. अतः यत्र यत्र ज्ञानं भवति तत्र सर्वत्र तिस्रः विषयताः भवन्ति. एकस्य नाम अस्ति प्रकारता, द्वितीयस्य नाम अस्ति संसर्गता, अपि च तृतीयस्य नाम अस्ति विशेष्यता. इदानीं किमर्थं घटस्य प्रकारता इति ज्ञानं प्राप्तं? घटः अत्र घटः ज्ञाने भूतले वर्तते इत्यत्र घटः किमस्ति अत्र? अत्र घटः विशेषणवाच्यं पदमस्ति. घटवत् विशेषणविशेषणवाच्यम् इति अत्र न वक्तव्यं, विशेषणं साक्षात् विशेषणमस्ति. किमर्थमित्युक्ते घटः भिन्नः, भूतलं भिन्नमस्ति किल, पृथक् अस्ति इति कृत्वा घटः विशेषणम् अस्ति, भूतलं विशेष्यम् अस्ति. घटेन भूतलं विशिष्यते इत्यतः भूतलं विशेष्यं घटः विशेषणम् अनयोः मध्ये विद्यमानसम्बन्धः संयोगः इति प्रत्येकं ज्ञाने तिस्रः त्रयः विषयाः सन्ति इति कृत्वा तत्र तिस्रः विषयताः अङ्गीकृतः. अपि च प्रत्येकं विषयतायाः नाम भिन्नभिन्न, तत्र व्यवहारसौकर्यार्थं वदनसौकर्यार्थं तत्र प्रकार विशेषणे विद्यमान विषयतायाः नाम भवति प्रकारता, संयोगे विद्यमानविषयतायाः नाम भवति संसर्गता, अपि च विशेष्ये विद्यमानायाः विषयतायाः नाम भवति विद्यमान विषयतायाः नाम भवति विशेष्यता इति. समीचीनं. एकः प्रश्नः अस्ति, भूतले घटः अस्ति एकं ज्ञानमस्ति, किन्तु यदि ज्ञानं सः घटः एवमेव भवति तर्हि तत्र प्रकारता घटत्वं भवति एवं विशेषता घटः भवति एवम् अस्ति वा? समीचीनम्, इदानीम् इदानीं तदेव मम द्वितीयप्रश्नः अग्रिमप्रश्नः आसीत्, किन्तु भवती एव पृष्टवती. सत्यम्, इदानीं तत्र ज्ञानम् अयं घटः इति स्वीकुर्मः, अयं घटः सः घटः अयं घटः इति स्वीकुर्मः. तत्र तत्रापि नियमेन सर्वत्र यत्र यत्र ज्ञानं भवति तत्र सर्वत्र त्रयः विषयाः भवन्ति इति नैयायिकानां चिन्तनम्. इदानीम् अयं घटः इत्यस्मिन् ज्ञाने केवलम् एकमेव विषयः घटः इति कृत्वा तत्रापि त्रयः विषयः भवति वा इति पृष्टे सति आम् भवत्येव. इदानीं तत्र किमस्ति इति चेत् घटत्वं प्रत्येकं, हा वदतु भगिनि. घटत्वं प्रकारता अस्ति, घटः विशेष्य क्षमतं घटत्वं हा प्रकारता अस्ति. न न समीचीनतया वाक्य यद् भवती वक्तुम् इच्छति तत् समीचीनमेव, किन्तु अत्र पदवाक्यप्रयोगः समीचीनतया कर्तव्यं. पुनः वदतु. ओके, घटत्वं प्रकारः अस्ति, हा इति वक्तव्यं, प्रकारः इति वक्तव्यं. प्रकारता इति धर्मः किल, घटत्वे प्रकारता अस्ति, घटत्वे प्रकारताख्य विषयता अस्ति. हा वदतु अग्रे. घटः विशेष्यः अस्ति, एवं च तयोः सम्बन्धः समवायसम्बन्धः अस्ति, सः संसर्गः अस्ति. समीचीनं समीचीनम् इति अस्ति इति. यद्यपि ज्ञानम् एकस्मिन् विषये एव इति भाति अयं घटः इत्यत्र, तथापि तत्रापि तादृशज्ञाने अपि त्रयः विषयः सन्ति, अपि च तिस्रः विषयताः सन्ति. समीचीनं भगिनि, धन्यवादः. धन्यवादः. इदानीम् अस्मिन्नेव विषये इतोपि किञ्चित् वक्तव्यमस्ति, अतः इदानीं केन सह अहं सम्भाषणं, भानुचैतन्यमहोदय भवान् सम्भाषणं करोति वा? महोदय, हा मुरळी महोदय, घटत्वम् इति घटस्य धर्मः. आम्, घटत्वं घटस्य धर्मः. आम्, प्रकारः घटत्वं प्रकारः अस्ति, घटत्वे प्रकारता अस्ति. घटत्वे प्रकारता, हा प्रकारः इत्युक्ते विशेषणं तावदेव. ओ, घटत्वम् इत्युक्ते विशेषणं, विशेषणम् इत्यस्य पर्यायपदमस्ति प्रकारः, अपि च घटत्वे प्रकारता अस्ति, घटः विशेष्यं भवति. विशेष्यं घटः, हा धन्यवादः. भानुचैतन्यमहोदय अस्ति वा? आं महोदय. हा इदानीम् इतोपि किञ्चित् अस्मिन्नेव विषये, ज्ञानं विषयतासम्बन्धेन कुतः विषये अस्ति, एकनिमिषं, कुतः शब्दः आगच्छति इति पश्यन्स्मि. हा भवतः पार्श्वे भवतु. ज्ञानं विषयतासम्बन्धेन विषये अस्ति. इदानीं विपरीतरीत्या वक्तव्यं चेत् विषयः केन सम्बन्धेन ज्ञाने अस्ति? विषयितासम्बन्धेन ज्ञाने अस्ति महोदय. समीचीनं, विषयितासम्बन्धेन ज्ञाने अस्ति. किमर्थं विषयिता इति वदामश्चेत् तत्र विषयः अस्य अस्ति इति विषयी भवति ज्ञानम्, ज्ञानं विषयी इत्यतः. विषयी इत्युक्ते किम् इति चेत् विषयः अस्य अस्ति इति विषयी. ज्ञानं विषयीभवति इति कृत्वा विषयः ज्ञाने विषयितासम्बन्धेन वर्तते. समीचीनम्. इदानीं यथा विषयता अस्ति तथा कति विषयितासम्बन्धः अस्ति? तदपि तिस्रः महोदय. हा वदतु, तेषां नाम वदतु. विषयिता, प्रकारता, संसर्गिता, विशेषयिता. हा प्रकारिता, प्रकारिता, संसर्गिता, विशेषयिता. विशेषयिता, विशेषयिता हा इति अस्ति. त्रयमपि विषयिता कुत्र वर्तते? विषयिता विशेषणे वर्तते महोदय. न न न विषयता एव विषय प्रकारता एव विशेषणे वर्तते. किन्तु विषयिता इदानीं प्रकारिता कुत्र वर्तते? प्रकारिता तु ज्ञाने एव वर्तते महोदय. समीचीनं. ज्ञाने वर्तते. विषयिता, संसर्गिता, अपि च विशेषिता इति तिस्रः विषयिताः अपि एकस्मिन्नेव अधिकरणे ज्ञाने वर्तते इत्यतः ताः विषयिताः समानाधिकरण्याः. इत्युक्ते एकमेव अधिकरणमस्ति तेषां तासाम् एकाधिकरणमस्ति. तत् हा ज्ञानम् एकाधिकरणमस्ति महोदय. हा ज्ञानम् एकम् अधिकरणं भवति. विषयिता सम्बन्धानाम् एकम् अधिकरणं भवति ज्ञानम् इति कृत्वा प्रकारिता, संसर्गिता, विशेषिता त्रयमपि ज्ञाने वर्तते. किन्तु विषयता इदानीं प्रकारता, प्रकारता अपि च संसर्गता, विशेष्यता तेषां मध्ये तासां मध्ये समानाधिकरण्यमस्ति वा? न महोदय, नास्ति. किं किं कुत्र कुत्र अस्ति इति? घटे अस्ति, संसर्गता संयोगः अस्ति, विशेष्यता भूतले अस्ति. अतः समानाधिकरण्यं सामान्याधिकरण्यं नास्ति महोदय. सामान्याधिकरण्यं नास्ति. समीचीनं, बहु समीचीनम् इति मनसि भवेत्. एतद् मुख्य अंशः, एषः सिद्धान्तः इदानीं यत् पुनस्मारणत्वेन अस्माकं तत्र चर्चां कृतवन्तः. मुख्यसिद्धान्तः सर्वत्र एतस्य प्रयोगः भवति इति कृत्वा एतत् सर्वं मनसि भवेत्. अपि च इदानीम् अन्य अन्तिमविषयः अस्ति, तत्र प्रकारता अपि च संसर्गता अपि च विशेष्यता अनयोः मध्ये परस्परनिरूपकनिरूप्यभावः अस्ति. निरूपणम् इत्युक्ते परिचयं, तावदेव मनसि भवेत्. निरूपणम् इत्युक्ते यदा निरूपणम् इति पदं प्रयुक्तमस्ति तदा परिचयम् इति मनसि आगच्छेत्, नो चेत् भ्रमः जायते. अतः प्रकारता, संसर्गता, विशेष्यता अनयोः अनयोः इति नास्ति, येषां मध्ये परस्परनिरूपकनिरूप्यभावः अस्ति इति अवगन्तव्यम्. अपि च विषयः ज्ञानस्य निरूपकः भवति, अपि च ज्ञानं विषयस्य निरूपकः भवति इति अपि ज्ञानविषयोः मध्ये अपि निरूप्यनिरूपकभावः अस्ति इति अपि मनसि भवेत्. अस्तु, तावत् तावद् पुरस्मरणं कुर्मश्चेत् इदानीम् अग्रे यदा वयं पठामः तत्र किमपि क्लेशः न भवति. धन्यवादः भानुचेतनमहोदय. अस्तु, इदानीं वयं चतुर्पञ्चाशततमपुटे स्मः. महोदय, हा वदतु महोदय. संशयः अस्ति अत्र उदाहरणम् अस्ति घटवद्भूतलम् इति. आम्, अत्र विशेषणं विशेष्यभावं स्वीकृतं, भावः स्वीकृतः अस्ति. तत्र आधाराधेयभावः अपि अस्ति वा? विशेषणं विशेष्यम् इति तत्र आधाराधेयभावः इति सूचितम् अस्ति वा? तादृश घट अपि च भूतलम् अस्ति. भूतलं विशेष्यम् अस्ति, घटः विशेषणम् अस्ति. विशेषणं सर्वदा आदेयः भवति वा? तादृशः अस्ति वा? आम्, सत्यं. विशेषणं सर्वदा आदेयः भवति, अपि च विशेषणं विशेष्यम् आधारः भवति. विशेष्यम् आधारः भवति. मम संशयः अस्ति, यदा घटद्वयम् अस्ति, एकः घटः भूतले अस्ति, अपरः घटः उत्पीठिकायाम् अस्ति, तत्र विशेषणं घटः इति विशेष्यं स्वीकर्तुं शक्यते वा? विशेष्यः घटः इति किमर्थमित्युक्ते मम संशयः अस्ति. नीलघटः इति अस्ति, तत्र विशेषणम् अस्ति नीलः इति वर्णः, घटः विशेषणं विशेष्यम् अस्ति. आम्, अत्र कः तत्र मम संशयः इत्युक्ते अस्तु यदा सर्वदा आधारः एव भवति विशेष्यं, तादृशमेव आगच्छति. आम्, विशेष्यम् आधारः भवति, विशेषणम् आदेयः भवति, तत्र किमपि परिवर्तनं न भवति. किन्तु एकमेव वस्तु आधारः अपि भवितुमर्हति एकस्मिन् सन्दर्भे. इदानीं घटः इति स्वीकुर्मश्चेत् घटः भूतले अस्ति इत्यस्मिन् सन्दर्भे घटः विशेषणम् अस्ति. किन्तु नीलो घटः इत्यत्र घटः विशेष्यम् अस्ति. किमर्थम् इत्युक्ते नीलरूपस्य आधारः भवति घटः इति कृत्वा तत्र घटः विशेष्यं भवति. किन्तु विशेषणं सर्वदा आदेयः एव भवति. पुनः मम पृच्छामि, भूतले एकः घटः अस्ति, उत्पीठिकायाम् अपरः घटः अस्ति, यदा द्वयोः भेदसाधनार्थं यदा वदामः यः घटः भूतले अस्ति, तयोः मध्ये इदानीं भेदः घटः अस्ति, अपि च यः घटः भूतले अस्ति, अनयोः घटयोः मध्ये भेदः भेदसाधनीयः चेत् तत्र विशेषणं भूतलं भवति, उत्पीठिका अपि भवति, तादृशः भवितुमर्हति वा? तादृशम् इत्युक्ते तत्र देशः एव वक्तव्यं किल, इत्युक्ते न तादृशं न भवति किल. कथं वा वक्तुं शक्यते अत्र इदानीं घटः यः घटः इदानीं तत्र घटद्वयं विद्यते, अहं भवन्तं वदामि घटः आनयतु इति, तदा भवान् पृच्छति किं घटं मया आनेतव्यम् इति पृच्छति. अहं वदामि उत्पीठिकायां यः घटः अस्ति तद् आनयतु इति. तस्मिन् सन्दर्भे भवान् वदति इदानीम् उत्पीठिका इति विशेषणं भवति इति. विशेषणम् उत्पीठिका अत्र उत्पीठिका विशेषणं नास्ति, अत्र देशः भिद्यते, देशः अत्र दैशिकविशेषणता अस्ति. दैशिक इदानीं दिशि दिश दिशः इति यदा पठामः तत्र इतोपि चर्चां कुर्मः. अग्रिमद्रव्यमस्ति दिक् इति, तत्र चर्चां कुर्मः पुनः. किन्तु प्रश्नः समीचीनः एव. अस्तु महोदय. धन्यवादः. समीचीनं, समीचीनम्. इदानीं चतुर्पञ्चाशततमपुटे महोदय, महोदय, केन् यु प्लीस् क्लारिफै दिस् विशेषणं. सो घटः भूतले मध्ये विशेषणम् आधारं भूतलं, विशेष्यम् आदेयं घटः. आम्, न न न भवान् इदानीम् उदाहरणं किं? घटः भूतले अस्ति किल? घटः भूतले अस्ति तत्र इत्यत्र घटः विशेषणम् अस्ति, भूतलं विशेष्यम् अस्ति, घटः आधेयः अस्ति, भूतलम् आधारः अस्ति. ओन् मिनिट् महोदय, ऐ विल् मेक् अ नोट्. आधेयः अस्ति, विशेष्यम् आधारम् अस्ति, हा भूतलं. सो भूतलः विशेष्यं, विशेषणं घटः. आम्, आदेयः. आम्, अथवा नीलघटः तत्र नीलं घटस्य गुणम्. आम्, तत्र नीलं विशेषणं, घटः विशेष्यं. समीचीनं, तदेव मम सम्बन्धम्. अपि च तदेव मम नीलरूपम् इति आधेयः अस्ति, घटः इति आधारः अस्ति. आम् महोदय, अस्तु, समीचीनं, सन्तोषम्. इदानीम् अग्रे गन्तुं सर्तुं शक्यते. तत्र इदानीं शिवराममहोदय अग्रे पठति वा? तत्र चतुर्पञ्चाशततमपुटे अन्तिमपरिच्छेदः सङ्ग्रहे. सङ्ग्रहे व्यवहार इति पदघटितानि अष्टौ लक्षणानि सन्ति. एकत्र सम्यक् अवगमने सर्वत्र तयैव रीत्या चिन्तनं सुकरम्. तत्र व्यवहारपदस्य ज्ञानजनकशब्दप्रयोगः इत्यर्थः. यथा केनचित् उक्तं घटः अतीत इति, तादृशभाषणं श्रुत्वा श्रोतुः अतीत घटविषयकं ज्ञानम् उत्पद्यते. पर्याप्तं वा तावत्? तावत्पर्यन्तं वदतु प्रथमं. हा, सङ्ग्रहे नाम तर्कसङ्ग्रहे. तर्कसङ्ग्रहे व्यवहार इति घट पदघटितानि अष्टौ लक्षणानि, अष्टौ स्थाने व्यवहार इति पदस्य उपयोगः कृतः सन्ति तर्कसङ्ग्रहे व्यवहार इति पदस्य. तर्हि व्यवहार इति पदस्य एकस्मिन् स्थाने, एकस्मिन् लक्षणस्थाने यदि सम्यक् रीत्या वयं चिन्तनं कुर्मः चेत् तद्वरं. तत्र व्यवहारपदस्य ज्ञानजनकशब्दप्रयोगः, शब्दप्रयोगः ज्ञानजनकः अस्ति. व्यवहार इति पदस्य अर्थः प्रयोगः ज्ञानजनकः अस्ति. यथा केनचित् उक्ता घटः अतीत इति, तादृशभाषणं श्रुत्वा श्रोतु अतीतघटविषयकं ज्ञानम् उत्पद्यते. केनचित् वदति घटः अधुना अतीतः, नष्टः अभवत्, तर्हि तद् वाक्यं श्रुत्वा अस्माकं मनसि ज्ञानं भवति घटः अतीतः वा घटः नष्टः, घटः भग्नः इति ज्ञानम् अस्माकं भवति यदा घटः इति केनचित् वदति चेत्. इति कृत्वा तत्र सर्वत्र इदानीं प्रथमवारं व्यवहारः इति पदं योजयित्वा एकं लक्षणम् इदानीमेव वयम् अधीयन् स्मः. अतीतादिव्यवहारहेतुः, यत्र यत्र व्यवहारः इति पदं दृश्यते तत्र सर्वत्र ज्ञानजनकशब्दप्रयोगः इति मनसि भवेत्. व्यवहारः इत्युक्ते किं? ज्ञानजनकशब्दप्रयोगः इति. समीचीनं, हा, अग्रे अपि पठतु महोदय. अर्थात् घटनिष्ठविशेषतानिरूपकम् अतीत अतीतत्वनिष्ठप्रकारतानिरूपकम् ज्ञानम् उत्पद्यते. घटनिष्ठविशेषतानिरूपकम् अतीतत्वनिष्ठप्रकारतानिरूपकं ज्ञानं तत्र उत्पद्यते. घटः नष्टः वदतु अत्र विशेष्यता प्रकारता इति एतत् सर्वं वदतु अत्र ज्ञानं किम्? घटः नष्टः इति तत्र ज्ञानम् अस्ति, घटस्य ज्ञानम् अस्ति. घटः अतीतः इति अतीतः इति तत्र ज्ञानम् अस्ति. अस्तु, अत्र अत्र विशेष्यता कुत्र अस्ति? प्रकारता विशेष प्रकारता घटे अस्ति न? प्रकारता घटे अस्ति चेत् समीचीनं भवति वा? भवान् किं चिन्तयति? अत्र इदानीं घटः अतीतः इत्यत्र कः कः आधेयः? घटः आधेयः अस्ति. घटः आधेयः अस्ति चेत् घटस्य आधारः कः भवति? ज्ञानं भवति. न न न, इदानीं ज्ञानस्य निरूपणं वयं कुर्मः. अत्र इदानीं घटः अतीतः इति यथा भूतले घटः भूतले अस्ति इत्यत्र घटः आदेयः भूतलम् आधारः भवति. किन्तु ज्ञानम् इति भिन्नवार्ता. घटः भूतले अस्ति इति इत्यस्मिन् ज्ञाने कः आधारः कः आदेयः इति चेत् घटः आदेयः भूतलम् आधारः इति भवान् वदति. ज्ञानम् आधारः इति किल? एवमेव घटः इत्यस्मिन् ज्ञाने कः आदेयः कः आधारः? घटः अतीतः इति ज्ञानमस्ति तत्र. आम्, न अवगतं महोदय. घटः घटः अतीतः इति ज्ञानम्. आम्, अत्र इदानीं सीमा भगिन्या सह मया किञ्चित् सम्भाषणं कृतं किल? आम्. इदानीं तत्र उदाहरणद्वयम् अस्माभिः स्वीकृतम्. एकं घटः भूतले अस्ति इति ज्ञानम्. घटः भूतले अस्ति इत्यत्र घटः आधेयः भूतलम् आधारः. तत्र आधारः किमित्युक्ते ज्ञानम् इति न उक्तं तत्र. इदानीं द्वितीय उदाहरणमस्ति अयं घटः. अयं घटः इति ज्ञाने आदेयः कः इत्युक्ते घटत्वम्. आधारः कः इत्युक्ते घटः इति. एवमेव इदानीं ज्ञानमस्ति घटः अतीतः. घटः अतीतः इत्यस्मिन् ज्ञाने आधारः भवेत् आदेयः अपि भवेत् किल? इदानीं वदतु, भवान् वदतु अत्र आधेयः कः आधारः कः इति. घटः अतीतः. हा, श्रीराम महोदय अस्तु महोदय. अहम् अत्र घटः अतीतः इति अस्ति. अतीतत्वम् इति तत्र अतीतः अस्ति. तदा अतीतत्वम् इति धर्मः घटे भवति, घटः आधारः भवति. तदनन्तरं अतीतत्वम् आधेः भवति. तदा सम्बन्धः भवति. समीचीनं. इदानीम् अवगच्छति वा शिवराम महोदय? अवगतम्. अतीतत्वं घटे अस्ति. घटः अतीतः इत्यस्मिन् सन्दर्भे अतीतत्वं घटे अस्ति. इदानीम् अतीतः इति विशेषणवाचकपदमस्ति. सीमा भगिनी, अत्र अतीतः इति विशेषणवाचकपदमस्ति. यथा गन्धवती पृथिवी इत्यत्र गन्धवती इत्युक्ते किम् इति चेत् साक्षात् पृथिवी एव, अतः विशेषणवाचकं भवति गन्धवती इति, किन्तु विशेषणं किम् इति चेत् गन्धवत्वम् इति वक्तव्यम्। एवमेव अत्रापि अतीतत्वं विशेषणम् अस्ति, अतीतत्वमेव आधेयः अस्ति, अतीतः इति विशेषणवाचकपदम्। अस्तु, इदानीं शिवराममहोदय भवान् अवगतवान् किल, अतीतत्वम् इति विशेषणम्, अतीतत्वम् इति आधेयः, अतीतत्वं कुत्र वर्तते, घटे वर्तते, घटः आधारः। अतः इदानीं घटः आधारः अस्ति चेत् कीदृशविषयता भवति घटे? घटे विषयता आमां घटनिष्ठ। इदानीं प्रत्येकं मया उक्तं किल महोदय, प्रत्येकं ज्ञाने त्रयः विशेषतानिरूपकम् आधारः अस्ति तर्हि विशेष्यता, विशेष्यता समीचीनं, विशेष्यता इति सम्बन्धः। उदाहरणे यथा भूतले भूतले आसीत् तत्पद्धत्या अत्र विशेष्यतानिरूपकं भवति। समीचीनं, निरूपकमिति इदानीं मा वदतु, अधुना नास्ति, विशेष्यता अस्ति तत्र, विशेष्यता इति सम्बन्धः अस्ति, सम्बन्धः घटे अस्ति, घटे अस्ति। अतीतत्वे कीदृशविषयता अस्ति? प्रकारता। समीचीनं, प्रकारता। इदानीं यद्वाक्यं भवता पठितं तत् पुनः पठतु, अर्थात् घटनिष्ठविशेषतानिरूपकम् अतीतत्वनिष्ठप्रकारतानिरूपकं ज्ञानम् उत्पद्यते। अवगतम्, अधुना अवगतं किल, अवगतम् अवगतम्, संयोगे संसर्गिता, संयोगे संसर्गिता, घटे विशेष्यता। तत्र इतोपि चिन्तनीयम्, इदानीम् अतीतत्वम्, अतीतत्वम् इति कीदृशपदार्थः, द्रव्यं वा? तत्त्वं तु द्रव्यं भवेत्, द्रव्यं न, अधुना तु द्रव्यं नास्ति, घटः तु द्रव्यमस्ति, घटः पार्थिवद्रव्यमस्ति, किन्तु अतीतत्वमिति द्रव्यं नास्ति किल, इति कृत्वा अतीतत्वम् अपि च घटः अनयोः मध्ये संयोगसम्बन्धः न भवति, नास्ति, न भवति, द्रव्ययोः द्रव्ययोः मध्ये एव संयोगसम्बन्धः सम्बन्धः इति कृत्वा, आमां द्वयो द्रव्ययोः मध्ये एव। इदानीम् अग्रे आयास्यति तत्र कीदृश, इदानीम् अत्र सम्बन्धः संसर्गता किम् इत्यस्मिन् विषये अग्रे पठेम, किन्तु इदानीं सर्वेषां मनसि प्रायः स्पष्टता जातः इति चिन्तयामि, घटे विशेष्यता अस्ति, अतीतत्वे प्रकारता अस्ति, अपि च द्वयमपि ज्ञानं निरूपयति इति कृत्वा घटनिष्ठविशेष्यतानिरूपकम् अतीतत्वनिष्ठप्रकारतानिरूपकं ज्ञानम् उत्पद्यते, आत्मनि उत्पद्यते। समीचीनं महोदय, गुणगुणिनोः सम्बन्धः नास्ति महोदय, कयोः मध्ये, अतीतत्वमिति गुणः इति वदति वा? नास्ति, नास्ति महोदय, चतुर्विंशतिगुणाः नैयायिकैः उक्ताः अस्ति, तेषु अन्यतमः नास्ति अतीतत्वमिति महोदय। अग्रे आयास्यति, अग्रिमपाठे महोदय, अधीतत्वं भावप्रयोगं, भावप्रयोगं भावम् अधीतत्वं, न न केवलम् अत्र अतीतः इति वयं जानीमः किल, अतीतः इत्युक्ते किम् इति वयं जानीमः, नष्टः इति, अतः अतीतः इत्यस्मिन् पदे अतीतत्वम् इति धर्मः अस्ति. तावदेव. इदानीम् अग्रे आयास्यति अतीतत्वमिति किम् इति अग्रे पठेम. महोदय, हा, तत्र घट अतो अतीति अतीतौ मध्ये स्वसम्बन्धः अस्ति वा? न न, इदानीं कृपया सर्वे इदानीं सम्बन्धविषये मा चिन्तयतु, अग्रे आयास्यति. तत्र इदानीं केवलं भवतः अवगमनं कुत्र भवेत्, अवधानं कुत्र भवेत् इति चेत् अतीतत्वे प्रकारता अस्ति, घटे विशेष्यता अस्ति, तावदेव. ओके. अनेन घटनिष्ठविशेष्यतानिरूपकम् अतीतत्वनिष्ठप्रकारतानिरूपकं ज्ञानम् उत्पद्यते इति तावदेव अवगच्छ तावदवगच्छति चेत् पर्याप्तम् इदानीं. समीचीनम्. इदानीं विजया भगिनी अग्रे पठति वा? पठामि जि. अतः तथा तत्र विधज्ञानं वा? तथा विधज्ञानं, तादृशज्ञानम्. अस्तु अस्तु अस्तु. अतः तथा विधज्ञानं प्रति शब्दप्रयोगः कारणं, तादृशः च शब्दप्रयोगः ज्ञान तादृश च शब्दप्रयोगः कालाख्यं द्रव्यम् अस्वीकृत्य न कर्तुं शक्यः इति तं प्रति कारणत्वमेव कालस्य लक्षणम्. हा, वदतु तावत्पर्यन्तं किमस्ति इति. तत्र तथाविधज्ञानं प्रति शब्दप्रयोगकारणं, तत्र अतीतः घटः इति वयं दृष्टवन्तः, तत्र एव कारणं शब्दप्रयोगः अतीतः घटः इति कारणं तत्र. न न, अतीतः घटः इति कारणम् इत्युक्ते किम्? ज्ञानमेव तस्य तत्र कार्यम् इति, अतीतं घटः अतीतम् इति ज्ञानं तत्र मनसि आत्मनि स्फुरितः, अतः ज्ञानं तत्र उत्पद्यते घटः अतीतम् इति. भगिनी भगिनी, एकनिमिषम्. एवम् एवं कुर्मः, एवं प्रत्येकं वाक्यं स्वीकृत्य, प्रथमं वाक्यमस्ति अतः तथाविधज्ञानं प्रति तादृशशब्दप्रयोगः कारणम्. इदानीं तथाविधज्ञानम् इत्युक्ते किम्? तथाविधज्ञानम् इत्युक्ते तत्र घटनिष्ठविशेष्यतानिरूपकम् अतीतः इति वदतु, घटः अधीतः इति ज्ञानं, घटः अधीतः इति तादृशज्ञानं प्रति, इति तादृशज्ञानं प्रति कः कारणम्? ज्ञानस्य कारणं किम्? तत्र शब्दप्रयोगः. हा, शब्दप्रयोगः कारणम् अस्तु इति प्रथमवाक्यं वदति. ज्ञानं प्रति कारणं भवति शब्दप्रयोगः. कीदृशशब्दप्रयोगः? कोऽपि वदति घटः, अहं पृच्छामि कं प्रति घटः कुत्र अस्ति इति, सः वदति घटः नष्टः, घटः अतीतः इति सः वदति. तस्य वदनेन मयि, मम आत्मनि ज्ञानं जायते. कीदृशज्ञानं? घटः अतीतः इति ज्ञानं जायते किल, ज्ञानम् उत्पद्यते. अतः घटः अतीतः इति ज्ञानस्य यद् ज्ञानं मम आत्मनि जातमस्ति तस्य तं ज्ञानं प्रति अन्यस्य शब्दप्रयोगः कारणं भवति. अतः ज्ञानं प्रति शब्दप्रयोगः कारणम्. इदानीं द्वितीयवाक्यमस्ति, तादृशश्च शब्दप्रयोगः कालाख्यं द्रव्यम् अस्वीकृत्य न कर्तुं शक्यः इति तं प्रति कारणमेव कालस्य लक्षणम्. अत्र तम् इत्युक्ते किम्? अस्मिन् वाक्ये तम् इत्युक्ते किम्? कालाख्यं वा? कालाख्यं अस्वीकृत्य तं कुत्र आगच्छति? तत्र अस्ति किल इति कर्तुं शक्यः इति तं प्रति. ओ अस्तु अस्तु, इति तं प्रति शब्दप्रयोग समीचीनम् अस्तु. समीचीनं समीचीनं. शब्दप्रयोगं प्रति इदानीं किं कारणम्? घटक कारणं शब्दप्रयोगः एव कारणं. तत्र पूर्वं वयं ज्ञानस्य खलु, ज्ञानस्य कारणमस्ति शब्दप्रयोगः. इदानीं मम प्रश्नः अस्ति, शब्दप्रयोगं प्रति, तादृशशब्दप्रयोगं प्रति इत्युक्ते घटः अतीतः इति तादृशशब्दप्रयोगं प्रति किं कारणमस्ति? कालं. समीचीनं, कालः. तदेव, इदानीं कालः इति अन्यतमद्रव्यं नास्ति चेत् अतीतः भवति, वर्तते, भविष्यति इति तादृशशब्दप्रयोगः कर्तुं शक्यते वा? कालः इत्युक्ते तत्र एतत् प्रयोगं तत्र कर्तुं न शक्नुमः. हा, इति अस्ति किल इति तत्र कालम् इति भिन्नद्रव्यं, कालः इति भिन्नद्रव्यं न स्वीकुर्मश्चेत्, इदानीम् अष्टद्रव्याणि एव सन्ति, नवद्रव्याणि नास्ति इति चिन्तयतु. तत्र पृथिवी, अप् तेज, वायु, आकाश, काल, दिक्, आत्म, मनांसि, नवद्रव्याणि इति नैयायिकाः वदन्ति किल. तत्र इदानीं कालः इति अन्यतम द्रव्यं नास्ति इति स्वीकुर्मश्चेत्, अष्टद्रव्याणि एव सन्ति, अष्टद्रव्याणि एव सन्ति इति स्वीकुर्मश्चेत् तत्र अतीतः, वर्तते, भविष्यति इति तादृशशब्दप्रयोगः न कर्तुं शक्यते किल. आं जि. तत्र कालम् आधारीकृत्य, कालस्य आधारत्वेन स्वीकृत्य एव एतादृशशब्दप्रयोगः कर्तुं शक्यते इति कृत्वा, शब्दप्रयोगस्य एतादृशशब्दप्रयोगः भवति कालः. इति कृत्वा अतः एव कालस्य लक्षणम् एतादृशम् उक्तम्. इदानीं कालस्य लक्षणं किम्? कालस्य लक्षणं किं भगिनि? कालस्य लक्षणं कारणत्वम् एव कालस्य लक्षणं. न अत्र अत्र दत्तमस्ति किल, मूल तर्कसङ्ग्रहे अतीतव्यवहारि अतीतादिव्यवहार अतीतादिव्यवहारहेतुः कालः, तदेव कालस्य लक्षणं, लक्षणवाक्यम्. अतीत कुत्र अस्ति? अत्र आरम्भे अस्ति किल, चतुर्पञ्चाशत्तमपुटे स्थूलाक्षरैः लिखितं किल, अतीतादिव्यवहारहेतुः कालः, व्यवहारहेतुः कालः इति वाक्यमेव कालस्य लक्षणम् अस्ति. अतीतादि व्यवहारहेतुः कालः. अत्र व्यवहारः इत्युक्ते ज्ञानजनकशब्दप्रयोगः इति अस्माभिः अवगतम्. अतः इदानीं ज्ञानस्य कारणं भवति शब्दप्रयोगः, शब्दप्रयोगस्य कारणं भवति तादृश अतीतादि, अतीतः, भवति, वर्तते, भविष्यति इत्यादि शब्दप्रयोगस्य कारणं भवति कालः इति कृत्वा अतीतादिव्यवहारहेतुः इत्युक्ते कारणं कालः इति कालस्य लक्षणं कृतम्. अवगच्छति किल? अस्तु जि, अवगच्छामि. समीचीनं, धन्यवादः. तत्र कालः इत्युक्ते, अस्तु जि, धन्यवादः. कालः इत्युक्ते तत्र भूतकालं तत्र निरन्तरं नास्ति, वयं न चिन्तयामः. अपि भविष्यत्कालमपि न चिन्तयामि. किमर्थं चेत् तत्र भविष्यति इति वयं न चिन्तयामः. वर्तमानकालम् एव वयं स्वीकुर्मः तत्र. वर्तमानकालमिति अपि न वक्तुं शक्यते. कालम् इति द्रव्यं नास्ति चेत् वर्तमानं भूतः भविष्यत्कालम् इति तत्र पश्यतु. वर्तमानकालम् इति भवती वदति किल? इदानीं कालः इति अन्यतमद्रव्यं नास्ति चेत्, भिन्नद्रव्यं नास्ति चेत् वर्तमानकालम् इति कथं वा वक्तुं शक्यते? सर्वं नित्यं भवति इति तादृशपदप्रयोगमेव न कर्तुं शक्यते. कालाख्यं द्रव्यम् इति उच्यते. कालाख्यं द्रव्यं, समीचीनम्. अस्तु, धन्यवादः. इदानीं श्रीराममहोदय, अत्र अग्रे चित्रमस्ति किल, चित्रस्य निरूपणवाक्यं वदति वा? प्रयत्नं करोमि. घटनिष्ठविशेषतानिरूपकं ज्ञानं तादृशम् अतीतत्वनिष्ठप्रकारतानिरूपकं ज्ञानं तद् ज्ञाननिष्ठकार्यतानिरूपित कारणता आश्रयः शब्दप्रयोगः. शब्दप्रयोगनिष्ठकार्यतानिरूपिता कारणता आश्रयः कालः. समीचीनं महोदय, बहु समीचीनं. घटनिष्ठविशेष्यतानिरूपक, अतीतत्वप्रकारतानिरूपक, ज्ञाननिष्ठकार्यतानिरूपितकारणताश्रय, शब्दप्रयोगनिष्ठकार्यतानिरूपितकारणताश्रयः कालः इति कालस्य लक्षणनिरूपणं चित्ररूपेण दत्तमत्र. ज्ञानस्य कारणमस्ति शब्दप्रयोगः, शब्दप्रयोगस्य कारणमस्ति कालः. कालम् इति कालाख्यद्रव्यं विना एतादृशव्यवहारः न कर्तुं शक्यते. अतीतः, अस्ति, भविष्यति इति तादृशव्यवहारः न कर्तुं शक्यते इति कृत्वा कालः इति भिन्नद्रव्यम्, अन्यतमद्रव्यं स्वीकर्तव्यं भवति. संशयः सन्ति अत्र. घटः नष्टः जातः तदा तत्र अतीतत्वम् इति धर्मः घटे अस्ति इति वदामः, तु घटः एव नास्ति. किमर्थं वयं घटाभावः एव आधारः अतीतत्वं तस्य धर्मः इति न स्वीकुर्मः? अन्तिमप्रश्नं पुनः पृच्छतु. अत्र घट एव नास्ति. पुनः पृच्छामि, घटः एव घटः नष्टः. इदानीं घटः नास्ति, अहं वदामि घटः अतीतः इति वदामि. तदा अत्र अतीतत्वम् इति धर्मः घटस्य इति दत्तमस्ति. धर्मः घटस्य धर्मः अतीतत्वम् इति अस्ति. कुत्र अस्ति तादृशं दत्तं पुस्तके? वयम् अतीतत्वम् इति धर्मः घटे अस्ति इति एव स्वीकुर्मः खलु? न, इदानीं पुस्तके तादृशवाक्यमस्ति वा इति? न, पुस्तके नास्ति. अहं तादृशं किमर्थमित्युक्ते इदानीं घट अभावः भूतले अस्ति. इदानीं घटः भूतले आसीत् इति चिन्तयतु. दण्डं स्वीकृत्य घटस्य प्रहरणं कोऽपि करोति. इदानीं प्रध्वंस अभावः भवति, घटस्य प्रध्वंस अभावः भवति. प्रध्वंस अभावस्य आधारः कः? अभावस्य आधारः भूतलं भवति. हा, भूतलं भवति, न तु घटः. अस्तु भ्रध्वंस अभावस्य आधारः भवति भूतलं न तु घटः इति नैयायिकानां चिन्तनं. तत्र इतोपि क्लेशः वर्तते किन्तु इदानीं मास्तु. नैयायिकानां चिन्तना अनुसारम् अभावः भूतले एव वर्तते न तु घटे. किमर्थमित्युक्ते घटः नष्टः इति कृत्वा. एवमेव अतीतत्वम् इति धर्मः घटे वर्तते इति न वक्तव्यम्. अतीतत्वम् इति धर्मस्य आधारः भवति कालः. तत्र कालः भवति आधारः. कालम् आधारीकृत्य एव एतादृशशब्दप्रयोगः कर्तुं शक्यते किल. तद् आगच्छामि. तु पूर्वं वयम् उदाहरणरूपेण स्वीकृतमासीत् घटः इति. तत्र घटत्वं घटे अस्ति, तयोः मध्ये समवायसम्बन्धः अस्ति, घटः एव विशेषता विशेष्यः इति खलु. तादृशप्रयोगः नास्ति वा अत्र? तादृशप्रयोगः नास्ति. इदानीं तत्र किञ्चिदिव प्रतीक्षणं करोतु. तत्र इदानीम् अतीतत्वम् अपि च घटः अनयोः मध्ये कीदृशसम्बन्धः अस्ति इति इदानीमपि न अस्माभिः न अधीतं. तावत्पर्यन्तं किञ्चित् प्रतीक्षणं करोतु. तस्य अवगमनम् इदानीम् अग्रिमपाठे आयास्यति. यदा तज्जायते तदनन्तरं भवतः प्रश्नस्य उत्तरं भवति. अस्तु महोदय. इदानीम् एकनिमिषं महोदय. वदतु भगिनि. अधीतादिव्यवहारहेतुः कालः इति तत्र उक्तम्. अनन्तरं सः एकः विभुः अपि नित्यमपि दत्तवन्तः खलु. अतः अहं वदामि विभुत्वेन सर्ववस्तूनि कालिकसम्बन्धेन अस्ति एव खलु. किं कस्मिन् अस्ति कालः इति वयं न चिन्तयामः. तत्र अतीतम् इति भवान् भवता उक्तं खलु इति न चिन्तयामः. अतः अहं वदामि तत्र सः च एकः विभुः अनन्तरं नित्यम् अपि तत्र दत्तं खलु. एतत् विषये क्लेशः अस्ति. अहं चिन्तयामि विभुत्वेन स भूसतायम् इति वर्तमाने अस्ति. सर्वे वस्तूनि कालिकसम्बन्धेन अस्ति एव खलु कालः. तद् इदानीं भगिनि एकनिमिषं. तत्र इदानीम् अस्माकम् अवगमनम् अस्ति अतीतादिव्यवहारहेतुः कालः तावदेव. अग्रे एकः विभुः नित्यः इति एतत् सर्वं एतस्मिन् विषये चिन्तनं भवति. तस्मिन् विषये एतत् चिन्तयामः. नो चेत् इदानीं तस्मिन् विषये प्रश्नः भवति चेत् सर्वेषाम् अवगमनं न भवति. इत्यतः भवत्याः प्रश्नः समीचीनः एव. इदानीं कः कस्मिन् आधारः भवति इति तादृशचिन्तनं कर्तव्यमस्ति. अग्रे आयास्यति अपि. अतः तत्र किञ्चिदिव प्रतीक्षणं करोतु. श्रीराम महोदय, भवतः अन्यप्रश्नः अस्ति वा? अस्ति महोदय. अत्र शब्दप्रयोगः स्वीकृत्य एव कालस्य निरूपणम् अस्ति. यदा अहं केवलं चिन्तयामि, कोऽपि न वदति घटः नष्ट इति, अहं चिन्तयामि घटः नष्ट इति, तदा शब्दप्रयोगे एव न अस्ति खलु. तत्र साक्षात् ज्ञानस्य कारणं कालः भवति वा? इदानीं ज्ञानं किम्? ज्ञानं घटः नष्टः इति. इदानीं घटः नष्टः इति वदामश्चेत् तत्र शब्दप्रयोगः कृतः एव किल. अहं स्वयमेव मम ज्ञानं भवति इति कोऽपि न उक्तवन्तः. किन्तु तथापि इदानीं भवतु. इदानीं शब्दप्रयोगः इत्युक्ते अत्र अस्माकम् अवगमनार्थमेव तादृशम् उक्तं. किन्तु अतीतः अस्माकं मनसि अपि इदानीं कोऽपि न उक्तं, केनापि न उक्तं, तथापि मम मनसि कीदृशज्ञानम् उत्पादितम् उत्पन्नम् इति चेत् घटः अतीतः इति ज्ञानम् उत्पन्नं किल. अस्तु. अतीतः इति पदप् इति पदं ज्ञाने अस्ति. अस्तु. तादृशशब्दम् इति अतीतः इति शब्दमेव किल, अतीतः इति पदार्थः नास्ति. अतीतः इति पार्थिवपदार्थं वा जलीयपदार्थं वा तादृशपदार्थं किमपि नास्ति. किन्तु शब्दप्रयोगः शब्दमस्ति, अस्माकं बोधः अपि जायते इति कृत्वा तत्र शब्दप्रयोगः अन्यैः कर्तव्यम् इति किमपि नियमः नास्ति. मम मनसि अपि स्वयमेव स्वेनैव तादृशज्ञानं मम मनसि मम आत्मनि उत्पन्नमस्ति चेदपि तत्र शब्दः तु अस्ति एव. मनः अपि शब्दात्मकम् इति वा तस्य ज्ञानम् अस्ति चेत् मनसि तद् शब्दार्थकं भवति इति वा? न इदानीम् अतीतः इति तावदेव स्वीकरोतु. अन्यः वदति वा मम मनसि तादृशं स्वयमेव किमपि वृत्तिः भवति इति चिन्तयतु. अतीतः इति वदामश्चेत् तत्र अतीतः इति कीदृशपदार्थमस्ति? द्रव्यमस्ति वा? द्रव्यं नास्ति. गुणः अस्ति वा? गुणः एकनिमिषं मम अहं पृच्छन् अस्मि, भवान् वदतु. गुणः अस्ति वा नास्ति? क्रिया अस्ति वा? क्रिया नास्ति. जातिः अस्ति वा? जातिः नास्ति. इत्युक्ते तत्र किमपि नास्ति. अतीतः इति सप्तपदार्थेषु केवलं शब्दप्रयोगः एव. शब्दप्रयोगः अतः शब्दम् अत्र शब्दम् इत्युक्ते ध्वनिः इति नास्ति. अत्र पदम् इति चिन्तयतु. पदं ध्वनिः नास्ति. स च पदम् इति चिन्तयतु. अत्र शब्दः इत्युक्ते ध्वनिः नास्ति. ध्वनिः अस्ति चेत् गुणः भवति किल. शब्दगुणकम् आकाशम् इति यदा ध्वनिः भवति तत्र आकाशे भवति इति कृत्वा तत्र ध्वनिः इत्युक्ते अत्र शब्दः इत्युक्ते गुणः नास्ति. पदम् इति स्वीकरोतु. पदं हा सुप्तिङ्गन्तं पदम् इति पदम् अस्ति. अस्तु महोदय. अस्तु समीचीनं, धन्यवादः. हा इदानीं बालसुब्रह्मण्यं महोदय भवान् अग्रे पठति वा काललक्षणे? बालसुब्रह्मण्यं महोदय अस्ति वा? श्रूयते वा? हा इदानीं श्रूयते वा? अहं किञ्चिदिव भवतः पार्श्वात् ध्वनिः आगतः अतः म्यूट् मध्ये स्थापितवान्. महोदय पठनस्य पूर्वं किञ्चिदिव वयं चर्चयामः. इदानीं घटः विशेष्यता घटे अस्ति. तत्र चित्रं सर्वे चित्रं पश्यन्तु. विशेष्यता घटे अस्ति किल. इदानीं घटे कीदृशधर्मः अस्ति? विशेष्यता इति सम्बन्धः अस्ति, किन्तु घटः केन धर्मेण अवच्छिन्नः भवति? घटत्वधर्मेण अवच्छिन्नः भवति. समीचीनम्. अतः सर्वे किं कुर्वन्तु इदानीमेव, तत्र विशेष्यता इति अस्ति किल, तस्मिन् वामभागे घट तस्मिन्नेव स्थिरे इत्युक्ते इन् द सेम् लेवल् घटत्वम् इति लिखन्तु सर्वे कृपया. यत्र चित्रे घटः घटस्य उपरि विशेष्यता इति अस्ति, विशेष्यतायाः वामभागे तस्मिन्नेव स्तरे घटत्वम् इति कृपया लिखन्तु. इदानीं महोदय एवमेव अतीतत्वम् इत्यस्मिन् प्रकारता अस्ति. अतीतत्वे कीदृशधर्मः अस्ति? अतीतत्वत्वम् इति. समीचीनम्. अतीतत्वत्वम् इति धर्मः अस्ति. अतः सर्वे तत्र प्रकारता वामभागे अतीतत्वम् इति लिखन्तु सर्वे कृपया. पुनः इदानीं ज्ञानं ज्ञानस्य उपरि कार्यता अस्ति इत्युक्ते ज्ञाने कार्यता अस्ति अपि च ज्ञाने कीदृशधर्मः अस्ति ज्ञाने कीदृशधर्मः इति चेत् यथा घटे घटत्वम् अस्ति अतीतत्वे अतीतत्वम् अस्ति ज्ञानत्वं समीचीनं ज्ञानत्वं समीचीनं समीचीनम् अतः सर्वे किं कुर्वन्तु कार्यता इत्यस्मिन् स्तरे वामभागे ज्ञानत्वम् इति लिखन्तु पुनः इदानीं शब्दप्रयोगः शब्दप्रयोगे कारणता अपि अस्ति कार्यता अपि अस्ति द्वयमपि अस्ति अपि च शब्दप्रयोगे कीदृशधर्मः अस्ति पुनः शब्दप्रयोगत्वं हा शब्दप्रयोगत्वम् इति धर्मः अस्ति इति चत्वारः धर्माः तत्र तत्र वर्तन्ते इति मनसि भवेत् सर्वे लिखितवन्तः इति अहं चिन्तयामि घटे घटत्वम् इत्युक्ते तत्र विशेष्यता इति इत्यस्मिन् पार्श्वे एव तस्मिन्नेव स्थिरे तस्मिन्नेव स्तरे घटत्वम् इति लिखन्तु प्रकारता इत्यस्मिन् स्तरे अतीतत्वत्वम् इति लिखन्तु कार्यता ज्ञानस्य उपरि यत् कार्यता अस्ति तस्मिन् स्तरे एव ज्ञानत्वम् इति लिखन्तु अपि च शब्दप्रयोगस्य उपरि कारणता कार्यता इति अस्ति किल तत्रैव शब्दप्रयोगत्वम् इति लिखन्तु कृपया बालसुब्रह्मण्यः इदानीं तत्र किमर्थम् अहं एतत् सर्वं लिखन्तु इति वदन् अस्मि इति भवतः अवगमनमस्ति वा अवच्छेदक अवच्छेद्य अवच्छेद्य अवच्छेदकभावः अस्ति इति कृत्वा इदानीं घटे या विषयता विशेष्यता अस्ति सा विशेष्यता घटत्वेन अवच्छिन्ना घटत्वेन अवच्छिन्ना अस्ति एवमेव अतीतत्वे या प्रकारता अस्ति सा प्रकारता अतीतत्वत्व अवच्छिन्ना अस्ति अतः इदानीं पूर्वस्मिन् पुटे अन्तिमपङ्क्तौ वाक्यमासीत् घटनिष्ठविशेष्यता इति आसीत् घटनिष्ठविशेष्यतानिरूपकम् इदानीं तत्र अवच्छिन्ना इति पदमपि योजनीयं भवति घटनिष्ठविशेष्यता बालसुब्रह्मण्यमहोदय भवान् वदतु घटनिष्ठविशेष्यता केन अवच्छिन्ना घटत्वेन अवच्छिन्ना हा इत्युक्ते घटत्वावच्छिन्न घटनिष्ठविशेष्यता इति वक्तव्यं किल घटत्वावच्छिन्न घटनिष्ठविशेष्यता समीचीनं हा एवमेव अतीतत्वत्व अवच्छिन्न अतीतत्वनिष्ठप्रकारता पुनः ज्ञानत्व अवच्छिन्न ज्ञाननिष्ठकार्यता ज्ञाननिष्ठकार्यता हा पुनः शब्दप्रयोगत्व अवच्छिन्न शब्दप्रयोगनिष्ठकारणता एवमेव शब्दप्रयोगत्व अवच्छिन्न शब्दप्रयोगनिष्ठकार्यता हा इतोपि अन्यत् एकं वक्तव्यं तत्र कार्यता इति कार्यम् इत्युक्ते जन्यम् इति अस्ति यत् उत्पादयति तत् कार्यं यस्य उत्पादनं भवति तत् कार्यम् इति कृत्वा तत्र कार्यम् इत्यस्य पर्यायपदमस्ति जन्यम् इति अतः कार्यता इत्यस्मिन् स्थाने जन्यता इति वक्तुं शक्यते अतः तत्र सर्वे कार्यता स्लाश् जन्यता इति लिखन्तु यत्र यत्र कार्यता अस्ति तत्र स्लाश् जन्यत इति लखि इति इति समानपदमस्ति. इत्युक्ते ज्ञानत्व ज्ञानत्वावच्छिन्न ज्ञाननिष्ठकार्यता इति वक्तुं शक्यते, नो चेत् ज्ञानत्वावच्छिन्न ज्ञाननिष्ठजन्यता इति अपि वदामश्चेत् तत्र किमपि भेदः नास्ति. एवमेव कारणम् इत्यस्य पर्यायपदमस्ति जनकः इति. जनक अपि च कारणं द्वयमपि पर्यायपदमस्ति, किमपि भेदः नास्ति तत्र. अतः कारणता इत्यस्मिन् स्थाने जनकता इति वदामश्चेत् किमपि क्लेशः नास्ति, समानार्थकम् अस्ति. अत्र अत्र कस्यापि सन्देहः अस्ति वा यद् मया उक्तम् इदानीमेव? प्रश्नः लघुप्रश्नः, शब्दप्रयोगः निष्ठकार्यता किल अत्र कृष्णभागे, शब्दप्रयोगः निष्ठकार्यता निरूपितकारणता इत्यादि, सो अत्र कार्यता इति जन तत्रापि जन्य शब्दप्रयोगस्य जन्य एव. आम् यत्र यत्र कार्यता यत्र यत्र कार्यता तत्र सर्वत्र जन्यता भवति, यत्र यत्र कारणता तत्र सर्वत्र जनकता. कारणता अपि च जनकता द्वयो पारिभाषिकशब्दं किं महोदय? कार्यता जनकता मध्ये नैयायिकाः पारिभाषिकशब्दं द्वयमपि पारिभाषिकशब्दः. धन्यवादः. द्वयमपि पारिभाषिकशब्दौ. निरूपक इति भाषायाः उपरि कार्यता इति पदमस्ति किल, कार्यता आश्रय ज्ञानं, कार्यता आश्रय ज्ञानं किल, अधः अधः गच्छति. तत्र उपरि गन्तव्यं, गतवर्गे सीमा भगिनी उक्तवती तत्र दोषेण दत्तमत्र उपरि गन्तव्यं. यथा शब्दप्रयोगः तत्र उपरि गच्छति किल कार्यतां प्रति, तादृशम् अत्रापि उपरि गन्तव्यं, तदपि सर्वे समीकुर्वन्तु. अस्तु, इदानीं वयं सिद्धाः सन्तः अग्रे पठितुं. भवानेव पठतु बालसुब्रह्मण्य महोदय, भवान् पठतु. काललक्षणे अवच्छेद्य अवच्छेदकभावः, प्रकारत्वविशेष्यत्वस्थले अपि सर्वत्र अवच्छेद्य अवच्छेदकभावः ज्ञातव्यः. अत्र अत्र अपि अवच्छेद्य अवच्छेदकभावं ज्ञातव्यम् इति. तथा च अतीतत्वं प्रकारः चेत् अतीतत्वे प्रकारता, प्रकारता अवच्छेदकं तद्वृत्तिधर्मः अतीतत्वत्वम् इति. सो अतीतत्वं प्रकारः चेत् अतीतत्वे अतीतत्वनिष्ठप्रकारता तथा च अतीतत्वं प्रकारः चेत् अतीतत्वे प्रकारता अस्ति, अतीतत्वनिष्ठप्रकारता तथा चेत् प्रकारता अवच्छेदकम् अतीतत्वस्य धर्मं भवेत्, तस्य वृत्तिधर्मः भवेत्, तस्य वृत्तिधर्मः इति अतीतत्वत्वम्. यस्मिन् अतीतत्वे प्रकारता अस्ति तस्मिन्नेव अतीतत्वे अतीतत्वत्वम् इति धर्मः अपि अस्ति इति कृत्वा अतीतत्वत्वम् अवच्छेदकधर्मः भवति प्रकारतायाः. अग्रे महोदय. घटे विशेष्यता, विशेष्यता अवच्छेदकं घटत्वम् इदानीमेव दृष्टं सत्यम्. तादृशप्रकारताविशेषतयोः प्रकारताविशेष्यतयोः निरूपकं ज्ञानं अतीतो घटः इति अत्रापि ज्ञानम् उभयोः अपि मध्ये ज्ञानं ज्ञानम् इति कथं ज्ञानम् अतीतः घटः इति ज्ञानं समीचीनम्. अतः सर्वे किं कुर्वन्तु, अतीतः घटः इति कोट्स् मध्ये स्थापयन्तु. ज्ञानं किम् इति चेत् अतीतः घटः, घटः अतीतः इति एव ज्ञानम्. अग्रे महोदय. अतीतः घटः इति तादृशज्ञानजनकः शब्दप्रयोगः, यदि शब्दप्रयोगः तर्हि ज्ञानं जन्यम्, जन्यता ज्ञाने, जन्यता अवच्छेदकं ज्ञानत्वं, तादृशज्ञानत्व अवच्छिन्नजन्यतानिरूपितजनकताशब्दप्रयोगे जनकता अवच्छेदकं शब्दप्रयोगत्वं तद् अवच्छिन्नजनकता आश्रयः यः शब्दप्रयोगः सः कालं विना न सम्भवति इति कालः तस्य जनकः. तन्निरूपितजन्यता अपि शब्दप्रयोगे इति एकत्र एव शब्दप्रयोगे ज्ञाननिष्ठकार्यतानिरूपितकारणता वर्तते. एवं कालनिष्ठकारणतानिरूपितकार्यता अपि वर्तते. किन्तु अत्र अत्र किमपि क्लेशः नास्ति किल, क्लेशः नास्ति, क्लेशः नास्ति. हा, अर्थं तत्र क्लेशः नास्ति. इदानीं भीम् भवान् किं करोतु महोदय, अस्मिन्नेव परिच्छेदं पुनः पठतु. किन्तु अत्र जन्यता जनकता अस्ति, नो चेत् जन्यम् इति अस्ति. तत्र सर्वत्र कार्यं कार्यता कारणता इति उपयुज्य पठतु, पुनः पठतु. पुनः पठामि. तादृशप्रकारता विशेषतयोः तयोः मध्ये निरूपकं ज्ञानम् अतीतो घटः इति. तादृशज्ञानजनकः ज्ञानजनकः कार्यता कारणं, जनकः इत्युक्ते कारणं, तादृशज्ञानकारणं ज्ञानकारणं. यदि शब्दप्रयोगः तर्हि ज्ञानं जन्यम्, ज्ञानं जन्यं कार्यता इत्युक्ते ज्ञानं जन्यम् इत्युक्ते जन्यम् इत्यस्मिन् स्थाने किं लेखनीयं, कार्यम् इति. कार्यं तादृशज्ञानकारणं यदि शब्दप्रयोगः तर्हि ज्ञानं कार्यं, कार्यम् इति. जन्यता ज्ञाने, कार्यता ज्ञाने अथवा जन्यता ज्ञाने. समीचीनं. जन्यता अवच्छेदकं, जन्यता अवच्छेदकम् आम्, जन्यता अवच्छेदकं कार्यता अवच्छेदकं. समीचीनं. जन्यता कार्यता अवच्छेदकं ज्ञानत्वं, ज्ञानत्वम्. अग्रे शब्दप्रयोगत्वं, सो जनकता अवच्छेदकं शब्दप्रयोगत्वं, शब्दप्रयोगत्वं. तत्र जनकता इत्यस्मिन् स्थाने किं स्थापयति, शब्दप्रयोगस्य धर्मः शब्दप्रयोगत्वम् अवच्छेदकार्थं शब्दप्रयोगस्य धर्मः किम् इति वक्तव्यम् अत्र शब्दप्रयोगत्वम्. कोऽपि वदति वा मध्ये? हा हा हा, भवतु मुरळीमहोदय कृपया, अत्र बालसुब्रह्मण्य महोदय कृपया. हा वदतु, वदतु महोदय बालसुब्रह्मण्यं. भवान् तादृशज्ञानत्व अवच्छिन्न इति अस्ति किल, ततः पठतु. पठित्वा यत्र यत्र जन्यता नो चेत् जनकता भवति तत्र कार्यता कारणता इति उक्त्वा अग्रे गच्छति. तादृश तादृश इति कुत्र अस्ति? ज्ञानं जनता पूर्वस्मिन् वाक्ये तादृश आमां तादृशज्ञानत्व अवच्छिन्न. सो तादृश ज्ञानत्व ज्ञानत्वं कार्यता ज्ञानत्व तिष्ठति एव ज्ञानत्व आमामाम् ज्ञानत्व अवच्छिन्न जन्यथा कार्यथा निरूपित हा समीचीनम् अपि च जनकथा जनकथा इति कारणता हा जनकथा शब्दप्रयोगे जनता कारणता अवच्छेदकं शब्दप्रयोगत्वं समीचीनं तद् अवच्छिन्न कारणता आश्रयः यः शब्दप्रयोगः सः कालं विना न सम्भवति इति कालः तस्य जनकः जनकः तन्निरूपितजन्यता अपि कार्यता अपि तन्निरूपितकार्यता अपि शब्दप्रयोगे इति एकत्र एव शब्दप्रयोगे ज्ञाननिष्ठकार्यतानिरूपितकारणता तत्र किमपि नास्ति अग्रे तिष्ठति तत्रैव कारणता वर्तते. एवं कालनिष्ठकारणतानिरूपित कार्यता अपि वर्तते. समीचीनम् अग्रे पठतु महोदय. सा कार्यता अपि सो सो जन्यता सा कार्यता अपि शब्दप्रयोगत्व अवच्छिन्ना. सो सा कार्यता अपि शब्दप्रयोगत्व अवच्छिन्ना अत्र अत्र कार्यता कार्यता अपि शब्दप्रयोगत्व अवच्छिन्न अत्र मिडिल् मध्यभागः इत्युक्ते शब्दप्रयोगे कारणता अपि अस्ति कार्यता अपि अस्ति इति वैशिष्ट्यमत्र. ज्ञानस्य शब्दप्रयोगः शब्दप्रयोगः एव ज्ञानस्य कारणम् इत्यतः शब्दप्रयोगे कारणता अस्ति. पुनः शब्दप्रयोगः कालस्य कार्यम् इत्यतः शब्दप्रयोगः शब्दप्रयोगे कार्यता अपि अस्ति. अत्र शब्दप्रयोगः इत्युक्ते तत्र कारणता शरः उपरि गन्तव्यं खलु? न न न अत्र अत्र शरः भगिनी किं कुत्र अस्ति इत्यस्मिन् विषये शरः नास्ति. शब्द शरः कारणता भगिनी इदानीम् अत्र शरः किमर्थं दत्तमस्ति चेत् तत्र घटः आरभ्य कालस्य निरूपणं वयं कुर्मः अतः शरः एतादृशं दत्तमस्ति. शरः इदानीम् उपरि गच्छति अधः गच्छति इति कृत्वा आदे आदरभावः न सूचयति शरः. कारणता यद्यपि शब्दप्रयोगे अस्ति किन्तु कारणता स्वीकृत्य एव तत्र कालः कालस्य निरूपणं कुर्मः इत्यतः तत्र शरः तादृशं दत्तमस्ति तावदेव. अनन्तरम् एकः संशयः जि भवान् भवता उक्तं जनकः जनक इत्युक्ते पर्यायपदं कार्यम् इति उक्तवान् खलु? न न कारणम् इति जन्यः कार्यं जन्यं कार्यम् अस्तु जि जन्यं कारणं जनकं जन्यं जन्यं कार्यं जनकं कारणं समीचीनं अग्रे पठतु भगिनि. द्वितीयपङ्क्तौ तद् वृत्तिधर्मः इति दत्तमस्ति. वृत्ति इत्युक्ते किं महोदय? आधेयः. सो सा कार्यता अपि शब्दप्रयोगत्वा अवच्छिन्ना. सो कार्यता अपि शब्दप्रयोगस्य धर्मेण अवच्छिन्ना. इत्युक्ते सा कार्यता अपि शब्दप्रयोगत्वा अवच्छिन्ना. तादृशकार्यतानिरूपितकारणता आश्रयः कालः. कारणता आश्रयत्वं कालस्य लक्षणं. सो कारणता आश्रयं कालः, कालस्य लक्षणं इति अस्ति. अतः किं कृतवन्तः वयं? प्रथमं ज्ञानं स्वीकृतवन्तः. शब्द तत्र ज्ञानं केन जातम् इति चेत् शब्दप्रयोगेन जातं. पुनः शब्दप्रयोगस्य कारणं किम् इति चेत् कालः इति कृत्वा कालस्य तादृश प्रक्रियायां तत्र कालः, कालस्य निरूपणं कृतं. कालः इति अन्यतमः अन्यतमद्रव्यम् अस्ति इति कथं वा निरूपितम् इति चेत् एतादृशमेव निरूपितं. तत्र शब्दप्रयोगस्य कारणम् अतीतादि शब्दप्रयोगस्य कारणं भवति कालः, अपि च शब्दप्रयोगः ज्ञानस्य कारणं भवति इति कृत्वा ज्ञानं स्वीकृत्य, तादृशज्ञानम् आनुभविकमस्ति. कोऽपि वदति चेत् घटः अतीतः, घटः वर्तते, घटः भविष्यति इति कोऽपि वदति चेत् अस्माकम् अवगमनं जायते इति कृत्वा तत्र अनुभवं स्वीकृत्य कालस्य निरूपणं कृतं. समीचीनं महोदय, धन्यवादः महोदय, बहु समीचीनम्. अस्तु, इदानीं विजि भगिनी अग्रे एतदेव यत् यत् यः परिच्छेदः बालसुब्रह्मण्यमहोदयेन पठितं तदेव अत्र न्यायशैल्यां दत्तं. तत्र दीर्घवाक्यं पठति वा? तथा च महोदय. आम् आम्, ततः आरभ्य. तथा च आहत्य अतीतत्वा अवच्छिन्न अतीतत्वत्व अवच्छिन्न प्रकारतानिरूपित घटत्व अवच्छिन्न विशेषतानिरूपक ज्ञाननिष्ठ ज्ञानत्व अवच्छिन्न कार्यतानिरूपित शब्दप्रयोगत्व अवच्छिन्न शब्दप्रयोगत्व अवच्छिन्न कारणता आश्रय शब्दप्रयोगनिष्ठ शब्दप्रयोगत्व अवच्छिन्न कार्यतानिरूपित कारणता आश्रयत्वं कालस्य लक्षणम् इति वाच्य. किमपि नास्ति, वयम् अत्र इदानीं चित्रं दृष्ट्वा भवती एव रचयितुं शक्यते. अतीतत्व अवच्छिन्न प्रकारता निरूपित पुनः वदतु भगिनि. आहत्य अतीतत्व अवच्छिन्न प्रकारता निरूपित अतीतत्व इति नास्ति, पुनः पठतु. अतीतत्वम् इति अतीतत्व अवच्छिन्न अतीतत्व अवच्छिन्न प्रकारता सा निरूपित घटत्व अवच्छिन्न विशेषता सा निरूपक ज्ञाननिष्ठ ज्ञानत्व वयं चित्रे द्रष्टुं शक्नुमः. ज्ञानत्व अवच्छिन्न कार्यता कार्यता निरूपित अग्रे शब्दप्रयोगत्व अवच्छिन्न कारणता कारणता आश्रय शब्दप्रयोग कारणताश्रय शब्दप्रयोगनिष्ठ ओके ओके शब्दप्रयोगनिष्ठ शब्दप्रयोगत्व अवच्छिन्न कार्यता निरूपितकारणता आश्रयत्वं कालम् इति कालस्य लक्षणं कारणताश्रयः दीर्घवाक्यं पूर्णतया चित्ररूपेण यत् वदति एतत् दीर्घवाक्यरूपेण दत्तं भवती इतोपि किञ्चित् प्रयत्नं करोति वा तत्र इदानीम् अतीतत्व अवच्छिन्नप्रकारता इति उक्तं किल आं महोदय तत्र अतीतत्वनिष्ठ इति अपि योजयित्वा वदति वा सर्वत्र अतीतत्वनिष्ठ न अत्र कथं वक्तव्यम् इति अहं प्रदर्शयामि एकवारम् अतीतत्व अवच्छिन्न अतीतत्वनिष्ठप्रकारतानिरूपक घटत्व अवच्छिन्न घटनिष्ठविशेष्यतानिरूपक इति अतीतत्वनिष्ठप्रकारता अवच्छिन्न न इदानीं पश्यतु प्रकारता अतीतत्वे वर्तते अतीतत्वत्वम् अतीतत्वे वर्तते इति कृत्वा एव अतीतत्वत्वं प्रकारतायाः अवच्छेदकधर्मः भवति किल अतः अतीतत्वत्व अवच्छिन्न अतीतत्वनिष्ठप्रकारता अतीतत्व अवच्छिन्न अतीतत्वनिष्ठप्रकारता हा समीचीनम् अग्रे घटत्व अवच्छिन्न घटनिष्ठविशेष्यता समीचीनं निरूपक ज्ञाननिष्ठ ज्ञाननिष्ठकार्यता समीचीनं शब्दप्रयोगत्व अवच्छिन्न शब्दप्रयोगनिष्ठकारणता पुनः शब्दप्रयोगत्व तत्सर्वं वक्तव्यं मध्ये मध्ये शब्दप्रयोग शब्दप्रयोगत्व अवच्छिन्न शब्दप्रयोगनिष्ठकार्यता समीचीनं कार्यता निरूपितकारणताश्रयकालः समीचीनम् इति तत्र इदानीं कः पठति भीना भगिनी झटिति एकनिमिषमेव स्यात् धन्यवादः विजी भगिनी सीमा भगिनी अग्रिमपङ्क्ति पठति वा आं महोदय एवं घटो वर्तमानः घटो भविष्यति इति शब्दप्रयोगौ आदाय ताभ्यां जायमानौ बोधौ तत्र प्रकारौ वर्तमानत्वभविष्यत्वे प्रकारता अवच्छेदके वर्तमानत्वत्वं भविष्यत्वत्वे ज्ञात्वा अभ्यसनीयं गृहपाठमस्ति वा अत्र अत्र केवलं अत्र ध्वनिमुद्रणार्थम् एकमेव वदति वा इदानीं घटः भविष्यति इति ज्ञानम् अत्र इदानीं दीर्घवाक्यं किं भवति इति वदति वा भविष्यत्वावच्छिन्न घटनिष्ठप्रकारता निरूपित घटत्वावच्छिन्न एकनिमिषम् इति कुत्र वर्तते भविष्यत्वे क्षम्यतां भविष्यत्वत्वावच्छिन्न भविष्यत्वे भविष्यत्वनिष्ठप्रकारता निरूपित घटत्वावच्छिन्न घटनिष्ठ शब्दस्य विशेषतानिरूपक ज्ञानत्वावच्छिन्न ज्ञाननिष्ठकार्यतानिरूपित शब्दप्रयोगत्वावच्छिन्न शब्दप्रयोगनिष्ठकारणता आश्रय शब्दप्रयोग आश्रयः शब्दप्रयोगत्वावच्छिन्न शब्दप्रयोगनिष्ठकार्यतानिरूपितकारणताश्रयत्वं कालस्य लक्षणम् अस्ति. समीचीनं, बहु समीचीनं. तादृशमेव तत्र वर्तमानत्वं वर्तमानत्वत्वम् इति धर्मं स्वीकृत्य कर्तुं शक्यते. अपि च वाक्यं तत्र भिन्नरीत्या अपि वक्तुं शक्यते. एतदेव वाक्यं कार्य कार्यता कारणता इत्यस्मिन् स्थाने जन्यता जनकता इति स्थापयित्वा अपि वक्तुं शक्यते. पुनः पूर्वम् अस्माभिः अधीतवन्तः किल, तत्र अवच्छिन्न इत्यस्मिन् स्थाने अवच्छेदकता निरूपित अवच्छेद्यतावती इति तादृशमपि कर्तुं योग्यमस्ति इति कृत्वा तत्र लेखनीयमिति नास्ति, किन्तु तादृशं प्रयत्नं कुर्वन्तु सर्वे, नो चेत् तद् महान् महान् लाभः भवति अनेन. अस्तु महोदय. अस्तु, समीचीनं, धन्यवादः. समयः जातः, अत्र स्थगयामः. धन्यवादः महोदय, नमस्कारः.